अस्य आरम्भं कृतवती भगिनि. हरि ओम्, श्रूयते किम्? आं भगिनि. आरम्भं कुर्मः. नमः सर्वेभ्यः. अस्माकं लुट् लकारस्य पाठं प्रचलन् अस्ति. इदानीं पर्यन्तं वयं कृतवन्तः गतसप्ताहे कथं सिद्धतिङ्प्रत्ययाः निष्पन्नं भवन्ति, सो तस्य स्मरणं कृत्वा अग्रे सरामः. सो अस्मा मूलतिङ्प्रत्ययः परस्मैपदी अस्ति, तिप्तस् जि सिप् वस्मस्, क्षम्यतां सिप्तस्थ मिप् वस्मस् आत्मनेपदी सन्ति. त आतां झ थास् आतां ध्वम् इद् वहि महि. अस्तु, सो प्रथमं विकरणपत्य आगच्छति प्रक्रियायां. विकरणप्रत्यय अस्ति लिट् लिटो लतासि लिट् लटोसि किमस्ति, कथं वदामः, लिटः शतासि लिट् लटो. ओके, सो लिट् लकारे तास् प्रत्यय विकरणप्रत्यय भवति. इदानीं तास् योग प्रति सिद्धतिङ्प्रत्यय यदि वयं कुर्मः, तो डा प्रथम लुटस्य प्रथम डारौरस् इति सूत्रेण परस्मैपदी अपि आत्मनेपदी प्रथमपुरुषे समानप्रक्रिया भवति, रूपमपि समानम् आगच्छति. सो डा इति प्रथमपुरुषे एकवचने आगच्छति, दित्वात् इति सामर्थ्यात् तास् इति टि भागस्य लोपः भवति तेः इति सूत्रेण, तृती ता इति अवशिष्यते. सो ता द्वितीय द्विवचने रौ आगच्छति, यदि रौ आगच्छति तत्र अपि तास् योग रौ रौ आदेश आगच्छति. तस् इति अस्ति परस्मैपदी, अपि आताम् अस्ति इन् आत्मनेपदी. सो द्वयोः मध्ये इति यदि रौ आगच्छति रिच् इति सूत्रेण अस्माकं स तास् सकारस्य लोपः भवति, सो तारौ इति निष्पन्नं भवति. बहुवचने रस् आगत्य तत्र किं भवति, तास् योग रस् पुनः रिच् अनगेन अनेन सकारस्य लोप अन्तिमय सकारसि ससज् शोरु खर्वसान विसर्जनीय. सो अनेन वि प्राप्नुमः ता तारौ तारः. यदि मध्यमपुरुषे एकवचने परस्मैपदी सिप् अस्ति, यदि सिप् अस्ति तत्र किं भवति, तास् योग सिप् सकारपरे सकारसि. सो तास् तासस्य लोप अस्ति सूत्रेण, यदि तास् अस् धातोः पूर्वम् अस्ति तस्य सकारस्य लोप भवति सकारे परे, सो सकारस्य लोप भवति, सो तासि इति भवति. आत्मनेपदी अस्ति थास्, सूत्रमस्ति थासे, सो थास् स्थाने इति से आगच्छति आदेश. सो तास् योग से पुनः समान सूत्रं तास्य लोप अनेन सकारस्य लोप भवति, सो तासे अत्र भवति. तदनन्तरं परस्मैपदी केवलं वर्णमेलनम् अस्ति, सो इति रूपं निष्पन्नं भवति, तास्थः तास्थः तास्मि तास्वः तास्मः. किन्तु आत्मनेपदी इदानीं टित् आत्मनेपदी टेरे अनेन मध्यमपुरुषद्विवचन आरभ्य किम् आदेश आगच्छति, आतां यत् अस्ति तत्र आतां तस्य आं भागस्य टित् आत्मनेपदी चेरि अनेन टि भागस्य लोपः भूत्वा तत्र ए आगच्छति. तदनन्तरं वर्णमेलनं तु किं भवति आ साथे इति भवति. ध्वम् अस्ति मध्यमपुरुष बहुवचने तत्र अं भागस्य टि भागस्य तत्र ए आगच्छति सो द्वे भवति. तास् द्वे अस्ति इदानीं धिच् अनेन सकारस्य लोपः सो निष्पन्नं भवति ताद्वे. सो मध्यमपुरुषे आहत्य किं भवति तासे तासाथे ताद्वे. यदि उत्तमपुरुषे किं भवति पुनः इ इति टित् आत्मनेपदे टेरे अनेन ए आगच्छति ए भूत्वा ए तस्य सामर्थ्यात् ह एति इति सूत्रेण सकारस्य हकार भवति सो ता हे इति भवति. तास् वही महि यत्र अस्ति तत्र अपि टित् आत्मनेपदे टेरे अनेन एकार आगच्छति टि भागस्य लोप अनेन सो वयम् आप्नुमः तास्वहे तास्महे इति. सो आहत्य आत्मनेपदी रूपं भवति ता तारौ तारः तासे तासाथे ताद्वे ताहे तास्वहे तास्महे. इदानीं वयम् अग्रे सरामः. यत्र दा धातुः अस्ति तत्र उदाहरणं दा धातु तस्मात् अग्रे वयं पठामः. कोऽपि प्रश्नः अस्ति वा? मणिमहोदय भवान् पठति वा भगिनि? हा मध्यम उत्तमपुरुष एकवचने प्रक्रिया कृतं भवति भगिनि. तास् योग इ इति इङ् अस्ति न अत्र मूल मूल सिद्धतिङ् प्रत्यय तत् ङकारस्य लोपः भवति इ भवति. इकारस्य स्थाने टि भागस्य लोपः इ एव टि भागः अस्ति सो तस्य स्थाने एकार आगच्छति सो एकार ए सो ह ए इति सूत्रमस्ति. सो ह ए एकार यदि पडे अस्ति सो पूर्वस्थस्य सकारस्य हकार भवति सो ता ह योग ए ताहे. ओ सकारस्थाने हकार आगच्छति. ओके हकार आगच्छति. ह एति इति ह एति ह एति इति सूत्रमस्ति. धात्वादेशः वा अथवा धातु दा धातु इति यत्नेन वा सकारस्य अस्ति दत्तस्ति तासस्यो सकारस्य हकारो आदेशः भवति इति परे सो तास यद्विकरणं पचसि तस्य सकारस्य स्थाने हकारः आगच्छति यदि ए परे अस्ति सो एकार परे अस्ति नो यदि टि भागस्य आत्मनेपदे टेरि अनेन ए भवति. तद् तत्र ए भवति तन् अनन्तरम् इकारस्य एकारः आदेशः तास्योः इ ए इदानीं अह एति इति सूत्रेण एतवात् तस्य सूत्रं कार्यं करोति सकारस्य हकार आदेशः अतः इति उत्तमपुरुषे एकवचने भवति. आम् द्विवचने तत्र हि इति तस्य वदतु किं भवति तत्र तास्यः वहि अत्र टितात्मनि तुरं तैरे इति अनेनैव ई स्थाने आत्वं हेतुं भवति अतः वहे तास्योः वहे तास्वहे इति तदेव बहुवचने अपि तत् सेम् कार्यं करोति ई स्थाने ए आदेशः तास्महे इति रूपं भवति. अस्तु सो आहत्य वदतु सिद्धतिङ् प्रत्यय के सन्ति आत्मनेपदीनां ता तारौ तारः तासे तासाते ताद्वे अनन्तरं ताहे तावहे तास्वहे तास्महे. अस्तु अस्तु, तु अग्रे पठति वा इदानीं? वयं कृतवन्तः गतसप्ताहे, यदि इदागम अस्ति सेट् वयं धातु इद् सेके सेटके अनेत् वेद् अनेत् वयम् आवली स्मृतवन्तः साधु स्मरणं कृत्वा. तु इदानीं यदि साधु धातु सेत् अस्ति तु इकार इदागम आदौ आगच्छति प्रत्ययस्य, इति योजनीयम्. अस्तु, तत् वयं कृतवन्तः गतसप्ताहे. इदानीम् अग्रे सरामः. दा धातु तस्य रूपाणि. सो दा धातु प्रथमं दा धातु अस्ति, कीदृशधातु अस्ति इति चिन्तयतु. आकारान्त अजन्तान्त. मणिमहोदय सह मणिमहोदय भवान् भवतु, तदनन्तरम् अरुणा भगी भवति उद्धृति करोतु. दा धातु कीदृश धातु अस्ति? किन्तु धातु किं किम् अस्ति? सेट् अस्ति, अन्यत् अस्ति? आकारान्तदातवः अत्र अस्ति. आकारान्तः सर्वे आकारान्तः अनीट् आधिक्येन अनीट् आकारान्तः अपि अनीट्. अतः अत्र इडाहमः न भवति, अतः दाता इति रूपं भवति. तदेव प्रश्नः वा? आमामाम्. अपि उभयपदी अपि अस्ति दा धातु. अस्तु, अथ रूपाणि परस्मै अपि आत्मनेपदी. आमामां रूपं पठामि वा? आमां. दाता दातारौ दातारः दातासि दातास्तः दातास्त तातास्मि तातास्वः तातास्मः इति परस्मैपदीरूपम्. आत्मनेपदी चेत् दाता दातारौ दातारः दातासि दातासे दातासाते दातात्वे दातावहे दाताहे दातावस्वहे दातास्महे इति रूपाणि आत्मनेपदी. अग्रे पठतु. अग्रे गत्वा अस्मिन् पाठे प्रत्येकं धातोः कृते केवलं प्रथमपुरुषे एकवचनरूपं निर्मितं निर्मयति, यतोहि ततश्चायते चेत् अवशिष्टरूपाणि अपि ज्ञायन्ते. प्रथमं एकरूपं जानाति, अवशिष्ट अन्यरूपाणि उत्तमपुरुषे वा मध्यमपुरुषे वा भवितुम् अर्हति इति सुलभः अत्र अर्थः. अहमपि आगतवती भगिनि, शृणोति. अस्ति भू मणि महोदय कृत्वा तदनन्तरम् अरुणा भगिनी. धात्वादेशः अस्ते भुः इति अस् अस् धातोः भूः इति भवति. अनन्तरम् अत्र भू इडामः भवति. ऊकारान्तः सर्वेषां प्रतिनिधिः अपि भवति, अतः ईत्वम् अस्ति. ईडाहम भवति, अतः इता भविता इति रूपं भवति. किन्तु तदनन्तरं किं भवति? भविता कथम् आगच्छति? प्रक्रिया वदतु. भौ भू धातुः गुणक गुणं भूत्वा भौ इति भवति. अनन्तरं इता सार्वधातुम् आगतं गुणं भूत्वा साधु. आमां सूत्रं पठामि वा? आं, तदनन्तरम् एतोवयावनेन साधु. भव इति रूपं भवति. इदानीं इडाहम अस्ति, इता इति, अतः भवित्वा भवितव्य. अस्तु, अत्र अत्र एकः प्रश्नः भगिनि, एतत् प्रश्नः एच् ओ ए कार्यं करोति वा? तस्य पूर्वं बहु इति भवति, तस्य स्थाने इता इति योजनं करोति वा? अत्र भूत्वा तदनन्तरम् इता योजनीयं अस्तु, धन्यवादः. इकार अस्ति भो, भो योग इ तदन तद तथा एच् ओ वयस् कार्यं भवति. धन्यवादः, धन्यवादः. अस्य गुः आर्धधातुकविवक्षायाम् अस् धातोः स्थाने उ आदेशको भवति. अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अस्यैः षष्ट्यन्तम् उः प्रथमान्तं द्विपदन्तं सूत्रम् आददातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्यैः भूधातु भूः आददातुके सूत्रं वदति. अस् धातोः स्थाने भू आदेशः तस् अस् अद् सम्पूर्णतया आदेशः अतः अनेकाश्चित् सर्वस्य अस् अपि अनेकाल् आदेशः भू अपि भवयोः भूः अतः तदपि अनेकाश्चित् सर्वस्य इति सूत्रेण आदेशः अपि अनेकाल् इति तत्र दत्तम् अस्तु. झटिति सर्वाणि रूपाणि वदत् वक्तुं शक्नोति वा? किम् अहं न आगच्छामि. सर्वरूपं वा पर लट्लकारे रूपाणि कानि भवन्ति? अत्र भविता, भवितारौ, भवितारः, भवितासि, भविता, भवितास्तः, भवितास्त, भवितास्मि, भवितास्वः, भवितास्मः इति. धन्यवादः. धन्यवादः भव्या भगिनी. इदानीं भवती चालयतु. अरुणा भगिनी ब्रुवोवचि करोति. आं भगिनि. ब्रू ब्रुवोवचि हि इति सूत्रं वक्ता इति रूपं प्रथमं पुरुषे ब्रुवोवचिः ब्रुवोवचि हि आदेशो भवति आर्धधातुकविषये एकार उच्चारणार्थः. भुवः षष्ठी एकवचनं, वचिः प्रथम एकवचनं, द्विपदविधं सूत्रम् आर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके. अत्र दत्तं भ्रुधातु अस्ति चेत् आर्धधातुकविषये प्रत्यय लुट्य चेत् आर्धधातुक लुट् आर्धधातुकप्रत्ययः ततः भ्रूस्थाने वच् आदेशः भवति. वच् अपि अनेकाल् अस्ति तथा सर्व ब्रूधातु सर्वम् आदेशः भवति. अतः वच् योगः थास् योगः अत्र वच् तदि अनिट् अस्ति अन्य अवलि अस्ति ततः ईरागम न भवति. वच् योगः थास् तास् ता इति सिद्धप्सिङ्ग प्रत्यय भवति तास् योजनानन्तरं किं भगिनि? तास् अनन्तरं प्रत्यय ता इति स्वीकृत्य कुर्मः साधु. वच् योगः तास् योगः ता प्रत्यय किं भवति इदानीम् अत्र तास् तासस्तयोर्लोपः इत्यनेन सकारलोपः भवति तासस्य. प्रथमपुरुषे एकवचने कथं भवति रूपं? वक्ता भवति. वक्ता कथम् आगच्छति? दा इति अस्ति दा स्थाने भवती तास् उक्तवती साधु. तास् इति विकरणप्रत्यय अस्ति. किं प्रत्यय किं भवति तत्र? वच् प्लस् ता प्लस् था वक्ता भवति. यदि भवती केवलं ता यदि वदतु इति सिद्धतिङ् प्रत्यय वयं निष्पन् कृतवन्तः साधु. यदि भवती केवलं तास् वदति यदि वच् योग ता तास् इति विकरणपच् असीत्, सो इट् भवति वच् योग तास् योग तदनन्तरं तत् वयं कृतवन्तः पूर्वं तत् प्रक्रिया, तु केवलं यदि ता इति अवशिष्यते साधु भगिनि, सो इदानीं वच् योग ता इति आगत्य सा इदानीं झलि अस्ति तकार, सो झलि अस्ति चोहोपु साधु चकारस्य स्थाने मे ककार आगच्छति, रूपाणि वक्ता वक्तारौ वक्तारः वक्तारः वक्तासि भगिनि वक्तासि वक्ता वक्तास्थाः वक्तस्थाः वक्तस्थ वक्ष्मि वक्तास्मि वक्तास्मि ओके वक्तास्मि वक्ता वक् वक्तास्वः वक्तास्वः वक्तास्मः क्षम्यतां भगिनि, यदि वयम् इति वदामः तु अस्माकं सिद्ध तिङ् प्रति अस्माकं मनसि तिष्ठन्ति साधु भगिनि, स्पष्टं नास्ति वच् प्लस् तास् प्लस् ता भगिनि, अत्र सामान्यतः किं भवति धातु योग तिक् विकरणप्रत्ययोग तिङ् प्रत्यय साधु, तिङ् प्रत्यय अपि सिद्धतिङ् प्रत्यय विकरणप्रत्यय तिङ् प्रत्यय यत् अस्ति तत् प्रक्रिया वयं पूर्वं कृतवन्तः, इदानीं महोदय लिखितवान् साधु सिद्धतिङ्प्रत्यय तारौ तारः तासि, तु इदानीं केवलम् अस्माकं किं करणीयम् अस्माभिः धातु योग सिद्धतिङ् प्रत्यय यत् विकरणप्रत्यय सर्वे इति तत्र कृतमस्ति प्रक्रिया तत् योजनीयं, सो धातु असि वच् योगता इदानीं सिद्धतिङ् प्रत्यय, सो what happens to that bagadi, that's what I'm not understanding, because we already cleared it right, we made the prakriya right tas yoga da jadi vikarna pratyati pasti pakarasya sthane pakara lopa bhavati ti asti lut prathamasya daro ras da agachati sting pratyasya sthane tas yoga da द्वित्वात् सकारस्य लोपः भवति, इदानीं डा डकारस्य चुट्टु अनेन डकारस्य लोपः भवति, सो त योग आ इति ता इति भवति, सो ता इति विकर्णप्रत्ययोग तिङ् प्रत्यय सो ता इति अवस् सो तत् वयं सर्वे प्रक्रिया कृत्वा वयं साधितवन्तः कथं एते प्रत्याः आगच्छन्ति ता तारौ तारः तासि तास् तास् साधु धन्यवादः, स्पष्टमस्ति इदानीं भगिनि, अरुणं भगिनि स्पष्टमस्ति साधु, आं भगिनि अस्तु अस्तु भव्या भगिनि, आं भगिनि अस्मि भगिनि, प्रयते किञ्चित् दोषाः प्रायः भवेयुः, मम दोषान् सन्ति कृपया सिद्धं करोति न भगिनि, अस्तु चक्षिङ् इति दातुः खलु मम, अत्र महोदयेनैव दत्तम् अस्ति चक्षिङः ख्या इत्यनेन अत्र विकल्प पठामि, ख्याता ख्याता इति भवति इति रूपद्वयं, चक्षिङ् धातोः आर्धधातुकप्रत्यये परे ख्याय आदेशः, किन्तु अत्र भाष्यकारो वदति यत्र ख्यादि अयम् आदेशः इत्युक्तौ आदेशः ख्या न अपि तु न अपि तु ख्या तदा चर्त्वेन इक्षा भवति, अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति, क्षाङ्यः षस्य यो वा वक्तव्यः, अनेन क्षाङ् इति आदेशस्य षकारस्य विकल्पेन यकारादेशो भवति, फलितार्थः अयं यत् आर्धातुकप्रत्ययः परे षक्षिं धातोः स्थाने ख्याल् क्षाञ् इति द्वौ आदेशौ सिद्धौ, एकवारं ख्याञ्च अपरस्मिन् पक्षे क्षाञ् इति। अस्तु, तर्हि उक्तमस्ति चक्षिङ् इति धातोः तु चक्षिङः ख्या इति सूत्रेण चक्षिङ् धातोः स्थाने ख्या इति धात्वादेशः भवति, किन्तु भाष्यकारः वदति, किं वदति इत्युक्ते साक्षात् पक्षा पश्यामः चेत् अत्र चक्षिङः स्थाने प्रथमं तु क्षा इति इक्षा इति आदेश क्षा इति षकारः भवति, अनन्तरं विकल्पेन षकारस्य स्थाने यकारः भवति, पूर्वत्र सिद्धम् इति अधिकारे वार्तिकम् उच्यते, तत्र उक्तमस्ति क्षाङः षस्य वा वक्तव्यः इति। तर्हि अनेन किं प्राप्नुमः इत्युक्ते एकस्मिन् पक्षे ख्या इति, अन्यस्मिन् पक्षे यत्र षकारः वर्तते परे तत्र तु चर्त्वं भूत्वा अल्पप्राणककारः भवति, क्षाता क्षा इति भवति। तर्हि चक्षिङः ख्या इति सूत्रं वदति, चक्षिङः ख्या आदेशो भवति आर्धातुके इति, चक्षिङः षष्ट्यन्तं ख्याय् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितं सूत्रं चक्षिङः ख्याय् आर्धधातुके इति। तर्हि यथा अत्र उक्तमस्ति रूपद्वयं भवति, किन्तु अन्यत् अपि अस्ति, चक्षिङ् इति ङित् धातुः अस्ति किन्तु ख्या इति ङित् अस्ति, तर्हि किम् अस्ति अनुदात्तनितः आत्मनेपदं स्वरितनितः किमस्ति स्वरितनितः कर्तृभिप्राये क्रियापले इत्यनेन किं भवति उभयपदि भवति। तर्हि आहत्य पश्यामः चेत् चत्वारि रूपाणि भवन्ति। तर्हि पठामि, तर्हि वदामि, रूपाणि वदामि, सरलानि भव, तत्र तु सन्धिकार्यं किमपि न भवति, सर्वत्र तु एकत क्षाङ् इति भवति, तर्हि इक्षाता इक्षारौ इक्षारः इक्षासि इक्षासि क्षमितां योगता, तत्र तकार द्विवारं वक्तव्यं वा एकवारमेव? ख्या इति धातुः, ख्या नो चेत् प्रथमं तः अधुना इक्षा इति वदति, योजितमस्ति इक्षा इति दातुम्, इक्षा इति दातुं स्वीकृत्य वदामि, इक्षाता इक्षातारौ इक्षातारः इक्षातासि इक्षातास्तः इक्षातास्त इक्षातास्मि इक्षातास्वः इक्षातास्म इति एकस्मिन् पक्षे परस्मैपदि, अन्यस्मिन् पक्षे ख्याता ख्यातारौ ख्यातारः ख्यातासि ख्यातास्तः ख्यास्तास्त ख्यातास्मि ख्यातास्वः का ख्यातास्मः इति सन्धिकार्याणि नास्ति, आत्मनेपदीनां तथा एव इक्षाता इक्षातारौ इक्षातारः इक्षातासे इक्षातासाते इक्षाताद्वे इक्षाताहे इक्षातास्वहे इक्षातास्महे, अन्यस्मिन् पक्षे ख्याता ख्यातारौ ख्यातारः ख्यातासे ख्यातासाते ख्याताद्वे ख्याताहे ख्यातास्वहे ख्यातास्महे इति चत्वारि रूपाणि। इदानीं बहु समीचीनं भगिनि, मम साधु अजेव्यघ्यम्पोः कथम् अजेव्यघ्यम्पोः अज् धातु वेताः अजीव्यघञपो अजे धातोः वि इत्यमादेश स्यात् आर्धधातुकविषये घञ् वा अप् च वर्जित्वा अजेः षष्ठ्यन्तं वि प्रथमान्तम् अघञपोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अघञपोः अजे व्यघञपोः इति सूत्रम् अस्ति. अज् धा अज् धातुः अस्ति, तस्य षष्ठ्यम् अन्तम् अस्ति रूपम्. अजे तस्य स्थाने वि आदेश भवति, वि आदेश. किन्तु यदि अघ न भवति इति नञ् तत्पुरुषः अस्ति, घञ् प्रत्यय परे वा अप् प्रत्यय परे यदि अस्ति तत्र न भवति. सो केवलं घञ् अप् विहाय अजे धातोः आर्धधातुकप्रत्ययपदे वि आदेश इति सूत्रं वदति. सो अस्माकं प्रक्रियायां वि इति ईकारान्तर्धातु भवति, किन्तु वि अस्माकम् आन्व आवल्यां नास्ति. सो वि इति अजन्तधातु वयं दृष्टवन्तः केवलं डीन् शीन् सेत् अस्ति. सो वि इति अन्यत् भवति. सो वि योग ता इति यत् आगच्छति तत्र सार्धधातुक आर्धधातुकवर्णेन गुणं भूत्वा वे भवति. इदानीं रूपं भवति वेता, वेता. अहं चिन्तयामि इति अहं न स्मरामि उभयपदी अस्ति वा परस्मैपदी अस्ति, तो अहं परस्मैपदी रूपाणि वदामि. वेता, वेतारो, वेतारः, वेतासि, वेतास्थः, वेतास्थ, वेतास्मि, वेतास्वः, वेतास्मः इति. आदेशे उपदेशे शिति ध्यै ध्याता इति अस्ति. आदेशे उपदेशे शिति उपदेशे एजन्तस्य धातो आत्वं न तु शिति येन विद्युतन्तस्य इत्यनेन तदन्तविधि अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच स्थाने ए ऐ ओ औ श इति यस्य सित् न षित् अशित् तस्मिन् विषये अशिति नञ् तत्पुरुष आत् प्रथमान्तम् ए च षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं. लिटि धातोरनभ्यासस्य इत्यस्मात् धातो इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रम् ए च धातो आत् आपदेशे उपदेशे अशिति. वयं पूर्वं जानीमः आदेशे उपदेशे अशिति सूत्रं. यदि एच् एजन्तधातोः अस्ति तस्य परे यदि षित् नास्ति तत्र एका एच् स्थाने आकार आत्वम् आदेशः भवति. सो एच् प्रत्याहारे वयं जानीमः प्रत्ययाः सन्ति ए ऐ ओ औ. सो अस्माकं यदि यथा अजे इति अस्ति तत्र अपि आदेश उपदेशे सति अनेन तत्र अद्य वि आदेशः भवति. यन्तु एच् यत् अधोभागे दत्तमस्ति कानि सूत्राणि कानि के धातवः सन्ति यथा ग्लै ग्ला म्लै म्ला ध्यै ध्या शो शा सो सा वे वा चो छा इति रूपाणि भवन्ति. इदानीम् आत्वं यदि भवति ते सर्व आत्वं वयं जानीमः अन्यत्र अस्ति. सो केवलं इदागमस्य तत्र विचारः न भवति. सो लका ग्ला इति भवति ग्लाता, ग्लातारौ, ग्लातारः, ग्लातासि, ग्लातास्थ, ग्लातास्थ, ग्लातास्मि, ग्लातास्व, ग्लातास्म इति सर्वे अनेन भवन्ति. आदेशे उपदेशे शिति इति महोदय पुनः स्मार्तवान् अशिति अशिति भिन्न न केवलं, किन्तु यदि शित् नास्ति तत्र तत्रापि एकारस्य आत्वं भवति. सो यथा भगिनि तत् अस्ति प्रसज्य प्रतिषेध साधु भव्या भगिनि क्षम्यतां भगिनि अत्र ध्वनिः अस्ति, किम् उक्तवती भगिनि? यदि आदेशे उपदेशे अशिति वयं कृतवन्तः प्रकारद्वयं भवति प्रत्यज्य प्रतिषेध वा अन्यं किमस्ति कार्यं भवति किन्तु भिन्न शित् नास्ति अत्र प्रत्यज्य आं भगिनि अत्र अशिति इत्यनेन शित् नास्ति इति अन्यप्रत्ययः इति न मन्तव्यं. प्रत्ययः एव नास्ति चेत् अपि अस्य कार्यस्य प्रसक्तिः अस्ति. चित्तमासीत् तावदेव अस्ति खलु. आम् आम् तत् तस्य प्रतिषेधम् आमाम् अधुना स्मरामि प्रतिषेध किम् अस्ति. आम् प्रसज्य प्रतिषेधः किम् अस्ति पर्युदास अत्र तु इच्छा अस्ति अत्र सर्वभगिनी सूत्रम् इष्ट वक्तव्यं पर्युदास पर्युदास यत्र उदास किमपि मया पूर्वं चिन्तितमासीत् कार्यं भवति अहं चिन्तयामि भिन्न अस्ति चेत् परिदासः भवति इति. आम् आं सत्यं महोदय षित् भिन्न उदासीनं कृत्वा इति तादृशं न अहं कृतवती. प्रसज्य इति कृत्वा प्रसज्यति विपरीतत्वेन किम् अस्ति यदि प्रत्ययः नास्ति चेदपि तत्र कार्यं भवति इति ननु एकनिमिषं पश्यामि दृष्ट्वा अहं अग्रे सरामः. ओके मन्ये महोदय कोऽपि अन्या अस्ति वा भगिनि न अवचामि किं न अन्य कोऽपि नास्ति तत् भवान् पठतु. अस्तु अस्तु भगिनि प्रजारोपोदयोः रमण्यतरसां ब्रज भ्रष्टा भ्रष्टा ब्रजो रूपोदयोः रमण्यतरसाम् अन्यतरस्यां ब्रज धातोः रेपस्य उपदायो वर्णस्य च स्थाने विकल्पेन रम् आगमो भवति आर्धधातुको भवति उपरि कौमुदीकारः प्रतिपादयति यत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन्नेव सूत्रे उभये कार्ये नाम रेपस्य उपदावर्णस्य च स्थाने भवति स्थानषष्ठी निर्देशात् उपदायो निवृत्तिः अपि च रम् इति आगमः अस्ति मिथच्छान्तपरः रम् इत्यस्मिन् अकारः उच्चारणार्थः रश्च उपदाच्च तयोरुत्तरेतुरदन्तः रूपदे तयोः रूपदयोः ब्रजः षष्ट्यन्तं रूपदयोः षष्ट्यन्तं रमश्च प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम् आददात्कृतेश अधिकारः अनिवृत्तिसहितसूत्रं ब्रजोः रूपदयोः रम् अन्यतरस्याम् आददात्के सूत्रं वदति ब्रज धातोः स्थाने रेपः वा रेपः अस्ति उपदा सकारः अस्ति तस्य स्थाने विकल्पेन रम् आदेशः इति स्थानमपि प्रतिपादयति कौमुदीकारप्रत्ययादि अत्र अत्र स्थाने इत्यस्य अपि अस्ति आगमः इत्युक्ते स्थानि भवति चेत् आदेशः अपि भवति आगमः अपि भवति इति कार्यम् अत्र भवति इति दत्तम् अतः रेपस्य च उपदाहरणस्य च उपदाहरणः तयोः द्वयोः स्थाने एव अत्र आगमः भवति अत्र तदस्मात् रेपः सकारः द्वयोः अपि निवृत्तिः भूत्वा अत्र रम् आगमः इत्युक्ते ब्रज् एव ब्रज् नास्ति अत्र रेप सकारः लोपो भूत्वा भज् इति एव अस्ति तस्य स्थाने रम् आगम आगम अधः रूपं भवति भर्ज् इति सम्यक् वा भगिनि. निवृत्ति अस्ति इत्युक्ते एकरूपमपि नास्ति अत्र द्वयोः अपि लोपं भवति इति लोप भवति, रेफस्य सकारद्वयोः लोप भवति. इदानीं लोप आदेश मीन्स् स्थाने अपि वक्तं दत्तमस्ति, अपि आगम अपि दत्तं, रूपं विशिष्ट इति विशिष्टस्थितिः अस्ति अत्र अस्ति, विरल इति भवति इति स्थितिः महोदय उक्तवान् रूपतयोः रमणितरशाम् इत्यनेन ब्रज् धातोः रेपस्य उपधावनस्य च स्थाने रम् आगमः च रेपसकारयोः निवृत्तिः बज् रेपः इति आगमः बर्ज् वर्ज योहता वृक्ष वृज सृज मृज यज राज ब्राज च साम सह इत्यनेन वृक्ष वृज सृज मृज यज राज वृज च साम सह जलि वर्ष योहता सुणस्तुः वर्षता. अत्र सूत्रं विकल्पेन भवति, अतः एकवारं भवति ब्रज योहता अत्र ब्रजरूपदयोः रमणितिरम् इति सूत्रं कार्यं कृत्वा रेपः स्थान रेपः सकारः निवृत्ति भूत्वा बज् तिष्ठति. इदानीं रेपः इति आगमः रम् आदम आगमः, अतः मृदचान्त रम् मित् अस्ति, अतः मृदचान्तपर इति सूत्रेण अन्तिमसकार अन्तिमस्वरः स्थाने आदेशः, अतः ब योः र जकारः बर्ज् इति रूपं भवति. इदानीं तायोः प्रथमपुरुषे एकवचने ता आदेशः. इदानीं व्रश्च ब्रज ब्रज् धातोत्सि, अतः व्रश्च ब्रज सृजमृज ज राज ब्रज च सां सः इति सूत्रेण जकारस्य शकार आदेशः. अनन्तरं बर्ष् इति रूपं योः अर्थः सकार मूदनसकारस्य प्रभावत्वेन तकारस्य स्थाने सृणासु इति सूत्रं कार्यं कृत्वा तकारः टकार टा भवति वर्षा इति रूपं. तस्य अभावे तदपि अहं वदामि वा अन्य अस्तु. ब्रज् योः अर्था अत्र ब्रजरूपोदयोः रमणितिरेषां न कार्यं करोति तस्य अभावे, अतः स्वोः संयोग संयोगोरान्ते च इत्यनेन संयोगाद्योः स्कोः लोपो जलि ब्रज् योहत वृक्ष ब्रज सृज मृज यज राज ब्राज च सांसः इत्यनेन वृक्ष ब्रज सृज मृज यज राज ब्राज च सां सः जलि ब्रश् योहता शृणास्तु भ्रष्टा. अत्र स्कोः संयोगान्ते च इति सूत्रं कार्यं करोति. संयोगमस्ति सकारजकारयोः, अतः स्कोः संयोगान्तसूत्रं वदति यत्र संयोगमस्ति तत्र सकारः ककारः द्वयोः अपि पूर्वस्थन संयोगस्य पूर्वस्थनवर्गः अस्ति चेत् अत्र लोपो भवति. अत्र सकारः अस्ति, अतः सकारः लोपो भूत्वा ब्रज् इति रूपं भवति. इदानीं ता योगः इदानीं ब्रश ब्रज ब्रज ज राज चसां ब्रज चसाम् इति सूत्रे सः सूत्रेण जकारस्य शकारादेशः. अनन्तरं शकारस्य तका ता इति स्थाने सुनास्तु सूत्रं कार्यं कृत्वा टा आदेशः ता ता स्थाने टा भ्रष्टा इति रूपम्. अतः एकरूपमस्ति भ्रष्टा, अन्यरूपमस्ति भ्रष्टा इति रचितोः द्वयोः अपि द्विवारं रूपं भवति. क्षमितं धन्यवादः. चत्वारि रूपाणि भवन्ति. रूपाणि वदामः वा? एक आत्मनिपदि वदतु, द्वितीय पारस्मपदि वदतु. भ्रष्टा भ्रष्टा भ्रष्टारौ भ्रष्टारः भ्रष्टा से भ्रष्टा साते भ्रष्टाद्वे भ्रष्टावहे भ्रष्टाहे वा भ्रष्टाहे भ्रष्टावहे भ्रष्टामहे. सम्यक् आनन्दनं भ्रष्टा परस्मैपदीरूपं भ्रष्टा भ्रष्टारो भ्रष्टारः भ्रष्टासि भ्रष्टास्तः भ्रष्टास्त भ्रष्टास्मि भ्रष्टा वः भ्रष्टास्मः. धन्यवादः महोदय. इदानीम् अरुणा भगिनि मीनाति भ्रष्टोरोपतयोरमन्यतसाम् इति सूत्रम् अत्र एकसूत्रमस्ति भ्रष्टातो तु भ्रष्टोरोपतयोः रम् अन्यतरस्याम् अत्र सूत्रे आदेशः अस्ति स्थाने अस्ति अपि आगमः अस्ति तत्र इति विचित्र स्थाने उक्तम् अस्ति रेफ सकार उपधयोः रेफ अपि उपधयो मीन्स् सकारस्य स्थाने उक्तम् अस्ति रूपधयोः इति षष्टिविभक्त्यां विकल्पः भवति ततः रूपद्वयम् अस्ति प्रथमं भ्रश्च योहता भ्रश्चौ रूपदयोः रम् अन्यतरस्यामि सूत्रेण सकारलोपः भवति ब्रज् एव अवशिष्यति ब्रज् योगः ता भ्रश्च भ्रश्च सृजं भृज यजराजा ब्राजा च शशां च इत्युक्तेन जकारस्थाने षकार आगच्छति. तदनन्तरं तकार अस्ति चेत् स्टुनाष्टुः इति सूत्रेण भ्रष्टा प्रथमं तदनन्तरं स्टुनाष्टुः इति सूत्रेण भ्रष्टा भवति. अत्र सकार भ्रश्च भवति चेत् भ्रश्च योगः ता अन्यसु स्कोः संयोगात् सम्यग्योदो अन्ते च सूत्रेण सकारलोपः भवति तथा ब्रज् युवतः ब्रज् धातुः अस्ति अत्र ततः व्रश्च ब्रश्च इति सूत्रं कार्यं करोति षकार जकारस्थाने षकार आगच्छति तकारः जलि अस्ति ब्रश् युवतः अष्टुनाष्टुः षुट्वं भवति भ्रष्टा इति रूपं भवति. अस्तु इदानीं प्रश्नः अस्ति यदि भ्रष्ट धातुः अस्ति तस्य स्को संयोग्यादौ अन्ते च इति सूत्रस्य अपि भ्रश्च भ्रश्च सृजं विजय च राज प्रजा च द्वयोः प्रसक्ति एक वक्तम् अस्ति एकसमये भवति कः सूत्रं प्रथमं कार्यं करोति पूर्व सूत्रद्वयमपि अष्टाध्यायी त्रिपादीसूत्रमस्ति सः संयोगाद्यो भ्रश्यभ्रश्य न पश्यति स्कोः संयोगाद्योऽन्तरे च इति सूत्रं सूत्रकृते भ्रश्यभ्रश्च इति न पश्यति. भगिनि या पूर्वतः सिद्धं या तस्य इति भवति यत् भ्रश्य कार्यं करोति तस्य यत् पूर्वसूत्रमस्ति तत्सर्वे असिद्धं भवति तस्य कृते सो ब्रश ब्रशति भश्च इति पश्यति तत् इति कार्यं भवति. धन्यवादः. अस्तु अग्रे पठति वा मीनाति मिनोति मीनाति मिने मिने चेति मिने तोति मिनोति मिनोति दीङ्गा यपि च मीङ् धातु अत्र धातु त्रयधातवः सन्ति मा मीङ् अनुबन्धनानुत्तरं मा एव अवशिष्यति माता इति रूपं मिङ् मिङ् धातु अत्रापि मी मा एव अवशिष्यति माता दीङ् अत्रापि दा उपधा किमत्र उपसर्ग अत्र दत्तं भगिनि रूपं भवति प्रयोग व्यवहारे दत्तः इति उपदाता प्रमाता इति दत्तमस्ति. केन सूत्रेण मी मा भवति भगिनि अहं न स्मरामि मीन इति धातु हलन्त्यम् इति सूत्रेण मी इति अस्ति साधु मी इति क्रियादिगणे अस्ति मी धातु योगश्ना इति क्रियादि अस्ति क्रियादिगणीय विकरणपत्य आगच्छति सो शकारस्य लोपः भवति सो मीना आगच्छति तत्र साधु मीनाति इति दत्तमस्ति सूत्रे मीनाति अतः स्थिपा निर्दिष्टमस्ति मीनाति मिनोति इति श्नु प्रत्यय अस्ति साधिगणीय श्नु इति शकारस्य नु श्नु इति नो भवति सो मिनोति इति स्थिपा निर्दिष्टमस्ति दीङ्गा तत्र तु केवलम् अदादिगणे अस्ति इति दीङ्गा एव दत्तमस्ति तत्र द्वादिगणे अस्ति द्वादि अस्तु मीनाति मिनोति दीङ्गां ल्यपि च सूत्रं क्रयादौ मीङ् हिंसायां स्वादौ दुमिङ् प्रक्षेपणे दिवादौ दीङ् क्षये इत्येषां धातूनाम् अन्तस्य अलः स्थाने आकारादेशः भवितेषः भवति ल्यपि विषये इति आगच्छति न अत्र मी इति यत् अस्ति भवती पठितवती साधु आदेशे मी योग ता यदि अस्ति प्रथम गुण भवति मे साधु यदि मे भवति तदनन्तरम् आदेशे उपदेशे शिति अनेन एकारस्य आ भवति सो मा इति भवति सो तत्र अस्ति अति भवती पठितवती यदा गुणो व्यावृत्ति जायमाना यस्य मात् एकारो एकारो जायमाना अस्ति तस्य पूर्वतस्थाने आकारो आदेश भवति. ओके साधु अवगतवती साधु रूपं द्वयं मीनाति मिनोति यदि मी धातोः अस्ति तद् तदनन्तरं मी योगता साधु ता इति आर्धधातुकप्रत्ययः अस्ति साधु ता इति प्रत्ययस्य आर्धधातुक सार्वधातु आर्धधातुकप्रत्यय अनेन गुण भवति गुणभूता मी भवति मे इदानीं मे यदि आसीत् एजन्त् धातुः अस्ति मे साधु मकारयोग ए सो एजन्त् एच् प्रत्याहारे ए आगच्छति सो आदेशे उपदेशे शिति किं भवति यदि एकार एजन्त् धातुः अस्ति तस्य परे यदि शित् नास्ति तत्र आकार आत्वं भवति सो इदानीम् एकारस्य स्थाने आ भवति सो मी योग आगच्छति अवगतं भगिनि. हलो पठामि भगिनि. आमां नाम मी मी दि इत्येषां दा यदा गुणो वा बुद्धिः वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने आकारादेशो भवति अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात् केषाञ्चित् सम्मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् मीनातिश्च मिनोतिश्च दीं च तेषाम् इतरेतरद्वन्द्वौ मीना मीनाति मिनोति दीं तेषां मिनाति मिनोति दीङ्गां मिनाति मिनोति दीङ्गां षष्ट्यन्त्यं यपि सत्यम्यन्त्रम् च अव्ययपदं त्रिपदमिदसूत्रम् आदेश उपदेशेषिति इत्यस्य सम्पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीङ्गाम् आ यपि च एज् निमित्ते प्रत्यये उपदेशे अशति वयं जानामि अत्रैव मीन त्रिधातो अत्र धातुत्रयमस्ति प्रथमं अत्र मीनाति मिनोति इति धातु से भगिनि क्लिप् निश्चय अस्ति ये धातवः तेषां प्रक्रियायाम् अजदिश्चित् परे नास्ति तत्र सार्वधातुक अर्धधातुकेन एच् आदेशः भवति एच् आदेश जायमाना अस्ति तत्र आत्वम् आदेशि उपदेशे क्षिति अनेन आत्वं भवति इदानीं के व्याकरणा वदन्ति आदेशि उपदेशे अशिति अस्ति यदि अनुवृत्तिसूत्रं भवति पश्यति तत्र आदेशि उपदेशे शति पूर्णतया तस्य अनुवृत्तिः अस्ति आदेशि उपदेशे शति किन्तु तस्य नापि यदि अस्ति तथापि यदि अशिति नास्ति तस्य कार्यम् एव भवति अशिति सामर्थ्यात् कारण कि यदि ता अस्ति तत् अशित् नास्ति तत्र कार्यमेव भवति एचस्य आत्मं भवति एव इदानीं केः वदन्ति अशिति इति न वक्तव्यम् उपदेशे आदेशे शिति इति न वक्तव्यम् एव एक मतम् अस्ति एकमतम् अशिति इति अनुवृत्ति न भवति भगिनि अत्र एकमतमस्ति अशिति अनुवृत्ति न वक्तव्यम् अन्यमतम् अस्ति पूर्णतया तस्य अनुवृत्ति अस्ति सम्पूर्णतया यथा महोदय कारणके इति जायमान एचस्य इति सूत्रमेव इति वदति जायमान एचस्य स्थाने आत्मं भवेत् इति पुनः वदामि भगिनि एचस्य धातु योगः तास् अस्ति अस्ति ता इति आर्धधातुकप्रत्ययः तत् प्रथमम् आर्धधातुक स्वर्धातुक आर्धधातुको इति सूत्रेण मे एकारस्थाने एकार गुण भवति मे योगः ता अधुना मीनाति मिनोति अपि च सूत्रेण एकारस्थाने आकारादेशः भवति मा इति भवति मा मा दि दा भवति रूपाणि वदतु ओके भवति मातारौ मातारः भगिनि मातासि मातास्तः मातस्थः मातास्मि मातास्वः मातास्मः वयं पृष्टवन्तः साधु उपरि दातारो इति उभयपदी अस्ति वा जीङ् अत्र मकारवश कारण किं जीङ् इति मित् अस्ति दात्तं दत्तं भगिनी उभयपदी अस्ति तत्र अस्तु तावत्पर्यन्तं वयं कृतवन्तः वर्गे किं भगिनि न तावत्पर्यन्तं केवलं कृतवन्तः अश्विना श्रूयते ध्वनिः अस्तु भगिनि तर्हि विरमाम तर्हि अस्तु अस्तु धन्यवादः धन्यवादः सुभरात्रि सर् धन्यवादः.